पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 28 भीष्म उवाच पादपानां विधिं ब्रह्मन् यथावद्विस्तराद्वद विधिना येन कर्तव्यं पादपारोपणं बुधैः ये च लोका स्मृता येषां तानिदानीं वदस्व मे पुलस्त्य उवाच पादपानां विधिं वक्ष्ये तथैवोद्यानभूमिषु तडागविधिवत् सर्वं समाप्य जगदीश्वर ऋत्विङ्मण्डपसंभारमाचार्यं चापि तद्विधम् पूजयेत् ब्राह्मणांस्तद्वद्धेमवस्त्रानुलेपनैः सर्वौषध्युतकैसिक्तान् दध्यक्षदविभूषितान् वृक्षान् माल्यैरलं कृत्य वासोभिरभिवेष्टयेद् सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनम् अञ्जनं चापि दातव्यं तद्वद्धेम शलाकया फलानि सप्त चाष्टौ वा कालधौतानि कारयेद् प्रत्येकं सर्ववृक्षाणां वेद्यान्तान्यधिवासयेद् धूपोत्र गुगुलुश्रेष्ठस्ताम्र पात्रेष्वधिष्ठितान् सप्तध्यानस्थितान् कृत्वा वस्त्रगन्धानुलेपनैः कुम्भान् सर्वेषु वृक्षेषु स्थापयित्वा वनीश्वर पूजयित्वा दिनान्ते च कृत्वा बलिनिवेदनं यथावल्लोकपालानामिन्द्रादीनां विधानदः वनस्पतेरधिवास एवं कार्यो द्विजादिभिः तदशुक्लाम्बरधरान् सौवर्णकृतमेखलान् सकांस्यदोहां सौवर्णशृङ्गाभ्यामधिशालिनीं पयस्विनीं वृक्षमध्यादुत्सृजेद्गामोदङ्मुखीं तदोऽभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः ऋग्यजुस्साममन्त्रैश्च वारुणैरभितस्तदा तैरेव कुम्भैस्नपनं कुर्युर्ब्राह्मणपुङ्गवाः स्नादशुक्लाम्बरधरो यजमानोऽभिपूजयेत् गोभिर्विभवदः सर्वान् ऋत्विजः ससमाहितान् हेमसूत्रै सकडकैरङ्गुलीयै पवित्रकैः वासोभिशयनीयैश्च तथोपस्करपादुकैः क्षीराभिषेचनं कुर्याद्यावद्दिनचतुष्टयं होमश्च सर्पिषा कार्यो य वै कृष्णदिलैरपि पलाश समिधशस्ताश्चतुर्देह्नी तथोत्सवः दक्षिणा च पुनस्तद्वद्देया तत्रापि शक्रिदः यद्यदिष्टतमं किञ्चित् तत्तद्दद्यादमत्सरी आचार्ये द्विगुणं दत्त्वा प्रणिपत्यक्षमापयेद् अनेन विधिना यस्तु कुर्याद्वृक्षोत्सवं बुधः सर्वान् कामानवाप्नोति पदं चानन्दमश्नुते यश्चैवमपि राजेन्द्रवृक्षं संस्थापयेद्बुधः सोऽपि स्वर्गे वसेद्राजन्यावदिन्द्रायुधत्रयं भूतान् भव्यांश्च मनुजां स्तारयेद्रोमसंमितान् परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभां य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः सोऽपि सम्पूज्यते देवैर्ब्रह्मलोके महीयते अपुत्रस्य च पुत्रित्वं पादपा एव कुर्वते तीर्थेषु पिण्डदानादीन्द्रोपकाणां ददन्ति ते यत्नेनापि च राजेन्द्र अश्वत्थारोपणं कुरु सदे पुत्र सहस्रस्य कृत्यमेकः करिष्यति धनी चाश्वद्धवृक्षेण अशोकशोकनाशनः प्लक्षो यज्ञप्रदप्रोक्तः क्षीरी चायुप्रदस्मृदः जम्बूकी कन्यकादात्री भार्यादाडिमी तथा अश्वद्धो रोगनाशाय पलाशो ब्रह्मदस्तथा प्रदत्वं जायते पुंसो रोपयेद्यो विभीदकम् अङ्कोले कुलवृद्धिस्तु खादिरेणाप्यरोगिदा निम्बप्ररोहकाणां तु नित्यं तुष्येद्दिवाकरः श्रीविक्षे शङ्करो देवः पाडलायां तु पार्वती शिंशपायामप्सरसकुन्दे गन्धर्वसतमाः किन्दिटीके दासवर्गा वञ्चुले दस्यवस्तथा पुण्यप्रदश्रीपतश्च चन्तनः पनसस्तथा सौभाग्यदश्चम्पकश्च करीरपारदारिकः अपत्यनाशकस्तालो बकुलः कुलवर्धनः बहुभार्या नारिकेला द्राक्षा सर्वाङ्गसुन्दरी रतिप्रदा तथा केली केदकी शत्रुनाशिनी एवमादिनगाश्चान्ये ये नोक्तास्तेऽपि दायकाः प्रतिष्ठां ते गमिष्यन्ति यैस्तु वृक्षाः प्ररोपिताः इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे वृक्षारोपणविधिर्नाम अष्टाविंशोऽध्यायः ओ